नमस्सर्वेभ्यः अस्माकं सप्तदशतमं भाषितसंस्कृतं वर्गं प्रति स्वागतं। यथा प्रकारः मङ्गलाचरणं विशालाक्षी यशस्विनी भगिनी मङ्गलाचरणं मधुर्या। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। साधु, धन्यवादाः। अदौ अस्माकं मीनुभगिन्याः पिता दिवाङ्गतः, तस्य कृते हृत्पूर्वकश्रद्धाञ्जलिम् अर्पयामि। भगवद्गीतायाः द्वितीयपाठस्य एषः श्लोकः: भासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोपराणि, तथा शरीराणि विहाय जीर्णानि, अन्यानि संयाति नवानि देहि। सो वी हैव आवर मीनू भगिनी हैज लॉस्ट हर फादर हु हैज लेफ्ट फॉर हेवनली अबोड। दिस वर्स फ्रॉम द भगवद गीता, द सेकेंड चैप्टर ऑफ द भगवद गीता सेज दैट जस्ट एज वी रिमूव अवर टोन ऑफ क्लोथ्स, अवर ओल्ड क्लोथ्स, and we wear new clothes, like that only the soul discards this body and goes into a new body. Of course it is understood that if he gets salvation or liberation, then he need not have another body like us, but that is the shloka, and with a prayer that he gets liberation, we shall continue. धन्यवादाः। अस्तु, इदानीम् आदौ अभ्यासपुस्तकं कुर्मः। तत्र किं पुनस्मरणरूपेण सम्बोधनम् अपि च षष्ठीविभक्ति अस्ति, कुर्मः इदानीम्। किञ्चित् पुनस्मरणम् तत्र आर् विजयकुमार् महोदय पठतु। नमस्ते भगिनि। नमस्ते, पठतु। किञ्चित् उच्चैः वदतु महोदय। नमस्ते भगिनि। हा, उत्तमं, पठतु। परिचय इन्ट्रोडक्शन्। मम नाम विजय। महोदय, परिचयः इति वदनीयं, परिचयः, तत्र विसर्गः अस्ति किल। परिचय, मम नाम नास्ति, नाम तावदेव। मम नाम विजयकुमार्। भवत्य नाम किम्? भवतः नाम किम् इति वदनीयम्। मम नाम विजयकुमार्। भवत्य नाम किम्? नैव, भवतः, अस्ति किल। वेन् देर् इस् अ मेल् ओवर् हियर् हुम् यु आस्किङ्ग् द क्वश्चन् टु, देन् यु विल् से भवतः। ओके, भवत्य नाम, भवत्य नाम किम्? भवतः नाम किम्? मम नाम विजयकुमार्। हा, परन्तु तत् पुनः एकवारं वदतु, भवतः नाम किम् इति। प्लीज् रिपीट् देट्, भवतः नाम किम्? भवत्य नाम किम्? भवत्या नाम किम्? नैव, तत्र विसर्गः अस्ति किल, देर् इस् अ विसर्ग ओवर् हियर्, रैट्? दिस् विसर्ग विच् इस् अ colon, colon, that you have to pronounce that bhavatah outside, you have to blow the air outside. Bhavatah. I can't understand what you are saying. Can you repeat? Okay. Here there is a visargaha, right? There is a colon, right? After the bhavata. There is a colon over here, right? Is everybody able to see the colon over there, visargaha? Over here? Yes, yes. There is a visargaha over here, right? Vijay Kumar Mahoday. So you have to pronounce that. You have to, in Sanskritam, every alphabet, every sign has to be pronounced. So you have to say bhavatah nama kim. Can you try? Vijay Mahoday? Nasti kim tatra? Vijay Kumar Mahoday? Bhavatah nama kim iti vaktat. Hello? भवतः नाम किम् इति वक्तव्यम् कविता महोदये भवती पठतु. आं भगिनि, मम नाम कविता. मम नाम भवतः नाम किम्? भवत्याः नाम किं? तर्हि एकं वारं विजयकुमार महोदय वदतु इदानीं. भवतः नाम किं? हा, भवतः वदनीयं महोदय. भवतः नाम किम्? अस्तु, कविता भगिनी अनन्तरं किञ्चित् अभ्यासं कारयतु. भवतः नाम किम्? भवतः नाम किम्? हा, तथा. भवत्या नाम किम्? भवत्याः. भवत्याः नाम किम्? उत्तमम्. अस्तु, अग्रे विजयकुमार महोदय. अहं भवान् भवति भवती अहं अहं विजयकुमार. विजयकुमारः इति वदनीयम्. अहं विजयकुमार. भवान् कः? भवती का? सो द कः हेज़् बिकम् का बिकास् आफ़् द चेञ्ज् इन् जेण्डर्. भवान् कः बिकास् इट् इस् अ मेल्. भवती का बिकास् इट् इस् अ बिकास् शी इस् अ फीमेल्. अस्तु, पठतु विजयकुमार. चित्र, हा, वर्णयतु. हा, डिस्क्राइब द पिक्चर. मार्ग, गव्यम्, तृणम्. उत्तमम्. क्षेत्रम्. तन्तुः. रेखा. रेखा, दीस् लैन्स्. अस्तु, धन्यवादाः महोदय. कविता भगिनी. चित्रं वर्णयतु. किमस्ति अत्र? सङ्कणकं. टङ्कणकम् इस् टैप्रैटर्. सङ्कणकम् इस् कम्प्यूटर्. दूरवाणी, जङ्गमदूरवाणी अपि वक्तुं शक्नुमः. जङ्गमदूरवाणी अस्ति. जङ्गमदूरवाणी अस्ति. अपि च अत्र जनाः सन्ति. अपि च जनाः सन्ति. एषः कः? वाट् इस् दिस्? चषकः. अपि च अत्र लेखनी अपि अस्ति. लेखनी अस्ति. अस्तु, अग्रे सम्बोधनं. रामः, हे राम, हे राम, नैव तथा नैव हे राम हे रामौ हे रामाः लैक् वि डिस्कस् लास्ट् टैम् फार् सम्बोधनम् ओन्लि द फस्ट् एकवचनं द फस्ट् नम्बर् चेञ्जस् सिङ्ग्युलर् एण्ड् द ड्युयल् एण्ड् द प्लोरल् रिमेन् द सेम् लैक् प्रथमा विभक्तिः ओन्लि सो प्रथमा विभक्ति आफ् राम अकारान्त पुंलिङ्ग् शब्दः इस् रामः रामौ रामाः रामः बिकम्स् राम हे राम रामौ रिमेन्स् द सेम् हे रामौ एण्ड् रामाः आल्सो रिमेन्स् द सेम् हे रामाः नपुंसकलिङ्गे सो इन् नपुंसकलिङ्गं द एण्ड् द लास्ट् अनुस्वार गोस् अवे एण्ड् इट् बिकम्स् हे फल नैव नैव वनं वने वनानि सो फलं फले फल फलानि सो हे फल हे फले हे फलानि हे फल नैव फल नैव फल हे फल हे फल हे फल हे फले हे फले हे फलानि धन्यवादः भगिनि अग्रे राजु महोदय नमस्ते भगिनि नमस्ते पठतु महोदय सीता हे सीते हे सीते हे सीता देवी हे देवी हे हे देवी हे देवौ देव्यौ देव्यौ हे देव्यः देव्या उत्तमं सो देवी वेनेवर् देर् इस् अ दीर्घ इकारान्तः दट् टैम् द ई बिकम्स् इ फार् द फस्ट् एकवचनं सम्बोधनम् अण्ड् द रिमेनिङ्ग् रिमेन् द सेम् अग्रे अम्ब अम्बा हे हे अम्ब हे अम्बे हे हे अम्बे हे अम्बः हे अम्बः अग्रे इदानीं षष्ठी राम षष्टिविभक्ति रामः स्य रामस्य षष्टिविभक्ति पत्रं स्य पत्रस्य सो फार् नपुंसकलिङ्गम् एण्ड् फार् पुंलिङ्गम् तृतीया विभक्तिः आन्वर्ड्स् आल् द डिक्लेन्शन्स् आर् द सेम् तृतीया विभक्ति एण्ड् फार् नपुंसकलिङ्गं जस्ट् फार् एस् रेपिटिशन् द प्रथमा विभक्तिः एण्ड् द द्वितीया विभक्तिः आर् बोत् द सेम् वनं वने वनानि वनं वने वनानि एण्ड् इट् इस् ओन्लि फ्रोम् द काण्टेक्स्ट् देट् यु विल् कम् टु नो विच् विभक्ति इट् इस् और् विच् विभक्ति वि मस्ट् यूस् अग्रे पठतु महोदय रामस्य फलं फलस्य सस्य तत् तस्य एषः एतस्य एतत् एतस्य तस्य किं तस्य उत्तमं धन्यवादः महोदय अग्रे सीमा भगिनी धन्यवादः सीमा भगिनी एषः एतस्य एषः एतस्य इति अस्ति रामः अस्ति माला अस्ति समस्य माला रामस्य माला सारि रामस्य माला एतस्य केटः अस्ति वा किरीटः एतस्य किरीटः कुत्र अस्ति एतस्य किरीटः अत्र अस्ति. किरीटः किरीटः तत्र दीर्घत्वं किरीटः एतस्य किरीटः अत्र अस्ति. उत्तमम्. अग्रे सः तस्य सः ओबामा महोदयः तस्य किरीटः अस्ति वा तस्य किरीटः नास्ति. तस्य पत्नी मिशेल सः क्षेत्रपतिः अपि क्षेत्रपतिः इति वदनीयं सः क्षेत्रपतिः अपि तत्र अस्ति इस् देर् एक्चुलि. ओके इट् इस् काल्ड् एन् अध्याहारः जस्ट् फार् योर् इन्फर्मेशन् अस्ति इस् ओवर् देर् बट् इन् संस्कृतं यु नीड् नाट् से अस्ति. सो सः क्षेत्रपतिः अपि अस्ति इस् अण्डर्स्टुड्. अग्रे पठतु भगिनि. कस्य बाणः रामस्य बाणः तत् किं तत् मस्तकं कस्य उपरि किरीटः अस्ति रामस्य मस्तकस्य उपरि किरीटः अस्ति. मस्तकं मस्तकस्य सोरि उपरि बिकास् Yeah, because even your the sentences, no, I just had a glance because I didn't have time to correct them immediately. But the next lot that you sent, the sentences are okay, but in Sanskritam, the adjective follows the noun in terms of vibhakti, number and gender, everything, all declension. Okay. Everything, it follows it exactly as it is. So, रामस्य मस्तकस्य उपरि किरीटः अस्ति. धन्यवादः भगिनी. विशालाक्षी भगिनी. विशालाक्षी भगिनी अस्ति किम्? या यस् यस् यस् सीतायाः What is Sita Yaha Bhagini? I don't have, no idea. Shashti Vibhakti, right? We are doing Shashti Vibhakti, which Achha. Is possessive. Okay. Ramasya okay. is of Rama, Rama with an apostrophe S. Hmm. And Sita Yaha is Sita's with an apostrophe S. Okay. So this, yeah, this is a revision of what we did last time. I have a question. Yeah. In the previous slide, it was on, no? O-N on. Upari. Upari. So that on is not a vibhakti. No. On is not a vibhakti. On is an indeclinable. Okay. Upari. Astu. Vishalakshi Bhagini. Avagatam kila. So over here, okay, Bhagini, can you repeat this? Vishalakshi Bhagini. Yeah. कः किं कस्य कस्य नो नो वाट् किं किं किम् ओके कस्य ओके कस्य कस्य इवन् फार् न्यूट्रल् यु विल् यूस् कस्य ओन्लि बिकास् एस् ऐ सेड् फ्रोम् द तृतीया विभक्तिः आन्वर्ड्स् नपुंसकलिङ्गम् एण्ड् पुंलिङ्गम् दे फालो द सेम् डिक्लेरेशन् सो फार् नपुंसकलिङ्गम् इट् विल् कम् वाट् देन् कस्य किं वाट् इस् या कस्य या ऐ मीन् वाट् इस् दट् लैक् दट् इफ् यु वांट् टु आस्क् या पूस् ओके कस्य बाणः हूज़् एरो रामस्य बाणः रामास् एरो तत् किं वाट् इस् देट् उत्तमं तत् मस्तकं देट् इस् Okay. Because otherwise the kirita will be misplaced. okay. कस्य उपरि किरीटः अस्ति? On what is the crown? मस्तकस्य उपरि किरीटः अस्ति. The crown is on the head. Yeah. Now I'm asking you. कस्य मस्तकस्य उपरि किरीटः अस्ति? I'm asking you a question. कस्य मस्तकस्य उपरि किरीटः अस्ति? Can you answer the question? Yeah. रामस्य मस्तकस्य उपरि किरीटः अस्ति. किरीटः अस्ति. किरीटः. बालायाः बालायाः. What is the meaning of that? Bala is a she child. Yeah, correct. So what is balayaah? Balayaah is girls with an apostrophe s. Yeah, apostrophe s. Yeah, yeah. Uttam. Agre padhatu? Yeah, 1 minute. Sthalika, plate. Sthalikayaah. Plates or off the plate? Plates or off the plate? Kunchika. Kunchikayaah. What is the meaning of kunchikayaah? Keys with an apostrophe s. Apostrophe s, yeah. Keys with the apostrophe. Ambasya. No. What? Ambasya was because this is ambas. Acha. Ambas. Ambaya. Ambayaha. Mothers. Okay. Apostrophe S written. Correct. Balayaha. Malas. With an apostrophe S. Sita yaha. Sitas. Sanchikaya. Yaha. Uh-huh. Sanchikayaah. Folders. Lataha. Creeper. Lataha kimartham? Latayaah. Creeper. Creepers with apostrophe S. Dhanyavadah bhagini. Avagatam kila? You have understood, no? Akarantam, yeah. Sealing of. Yeah. Yashasvini bhagini. पेटिकायाः ऑफ शोस् पोजेशन्. पाञ्चालिकायाः मापिकायाः आधानिकायाः निधानिकायाः त्रिचक्रिकायाः. Instead of saying त्रिचक्रिकायाः. त्रिचक्रिकायाः जवनिकायाः नौकायाः. उत्तमं, धन्यवादः भगिनि. अग्रे का अस्ति तत्र? आर् विजयकुमार् महोदय. नमस्ते भगिनि. पठतु महोदय. शाखाः तत्र विसर्गः नास्ति. इदानीं विसर्गः नास्ति. शाखा तावदेव. शाखा ब्राञ्च्. पत्रं लीफ्. शाखायाः पत्रं. शाखायाः पत्रं. शाखायाः पत्रम्. उत्तमम्. उत्पीटिका. पादः. नौ यू टेल् उत्पीठिका टेबल्स् पादः टेबल्स् ले उत्पीठिका पादः नैव नैव उत्पीठिका इस् टेबल् पादः उत्पीठिकायाः पादः अस्तु अस्तु चित्तवर्तिका केण्डल् प्रकाशः लैट् चित्तवर्तिकायाः भगिनी विशालक्षी भगिनी किञ्चित् म्यूट् करोतु चित्तवर्तिकायाः प्रकाशः उत्तमम् सरला अर्जुना अनुजा सोरि अनुजा सरलायाः अनुजा ज्येष्ठा पुत्र ज्येष्ठः पुत्रः कुञ्चिका सी ताल डाक् कुञ्चिका ताल विसर्गः तु हा विसर्गः तु वदनीयमेव अन्यथा अर्थभेदनम् अर्थ विद्यते कुञ्चिकायाः तालः जवनिका कर्टन् वस्त्रं क्लोत् जवनिकायाः वस्त्रम् ओके यस् पाञ्चालिका डाल् युतकं शर्ट् पाञ्चालिकायाः युतकम् उत्तमं धन्यवादः कविता भगिनी बालिका गर्ल् नाम नेम् बालिकायाः नाम स्नुषा कङ्कणं स्नुषायाः कङ्कणं छूरिका नैफ् तैक्ष्ण्यम् ओके देर् क्षम्यतां देर् इट् इस् नाट् छुरिका देट् इस् टैपो यु हेव् टु से छूरिका विच् यू सेड् करेक्ट्लि छूरिका इट् इस् अ लाङ्ग् दीर्घ उकार अस्ति छूरिका तैक्ष्ण्यं छूरिकायाः तैक्ष्ण्यम् उत्तमम् अग्निपेटिका मेट्स्टिक् अग्निशालका शलाका अग्निशलाका मेट्स्टिक् अग्निपेटिकायाः अग्निशलाका अग्निशलाका अग्निः अग्निशलाकायाः अग्निः दिनपत्रिका न्यूस् पेपर् दिनपत्रिका वार्ता दिनपत्रिकायाः वार्ता वार्ता विषयः वार्तायाः विषयः अजा गोट् श्रावकः यङ्ग्लिङ्ग् अजायाः श्रावकः उत्तमं धन्यवादः राजु महोदय पठतु महोदय सीतायाः पतिः रामः राधायाः पतिः कृष्णः उमायाः पतिः शङ्करः शारदायाः पतिः रामकृष्णः कौसल्याः पतिः दशरथः दशरथस्य पत्नी कौसल्या रामकृष्णस्य पत्नी शारदा शङ्करस्य पत्नी उमा कृष्णस्य पत्नी राधा रामस्य पत्नी सीता एकनिमिषः एतदपि करोतु. सा तस्याः एषा एतस्याः का तस्याः. दीस् आर् आल् फेमिनैन्. अस्तु महोदय, धन्यवादः. धन्यवादः. अग्रे सीमा भगिनी पठतु. महिला अस्ति वा? आम्, महिला अस्ति. महिलायाः अङ्गुलीयुक्तम् अस्ति वा? न, नैव. महिलायाः अस्ति अस्ति अत्र अस्ति पश्यतु अस्तु अत्र अत्र महिलायाः अङ्गुलीयुक्तम् अस्ति. ओ या, कस्या अङ्गुलिकं? कस्याः अङ्गुलिकम्? अङ्गुलीयकम्. कस्याः अङ्गुलिकम्? अङ्गुलीयकम्. अङ्गुलीयकम्. अस्तु, पठतु इदानीं. षष्टिविभक्ति, सिक्स् नाम, पञ्चस्युकेश. रामाय रामाभ्याम्. रामभद्राय. रामाय रामभद्राय. रामचन्द्रास वेदसे. चन्द्राय. एकनिमिषम् इदानीं पठतु. रामाय रामभद्राय. रामचन्द्राय वेदसे. रघुनाथाय नाथाय. सीतायाः पते नमः. षष्ठी. षष्ठी अस्ति. स्त्रीलिङ्गे अस्ति. अपि च एकवचने अस्ति. पठतु भगिनि. नद्यः नद्याः. सो हियर बेसिकली वी आर सेइंग दैट फॉर लॉन्ग ईकारांत दीर्घ ईकारांत इट बिकम्स लाइक दिस. नद्याः नद्याः. द ई लिटरली गोज अवे. सो नद एंड याः कम्स. अस्तु, धन्यवादः भगिनि. धन्यवादः. तत्र विशालाक्षी भगिनि. भवत् ई या याः भवत्याः. वाट् इस् भवती भगिनि? भवती भवती. इट् इस् वेन् वी आस्क् क्वश्चन् वाट् इस् योर् नेम् इन् आल् देट् फार् टु अ लेडी. नो, देट् इस् षष्ठी विभक्ति. वै नो, भवती मीन्स् यु. भवान् इस् यु मास्क्युलैन्. यु यु एस् इन् वै यु यु. Okay, and okay. Bhavati is you, as in feminine. You. Achcha. Okay, okay. So Bhavati, you. So what is Bhavatyaha then, Bhagini? If Bhavati is you, then what is Bhavatyaha? Why hers? Why hers? Bhavati is you. So Bhavatyaha. Yours. Yeah. Yours. Lakshma. लक्ष्म्याः. ओके, दीर्घ ईकारान्त एण्ड् द विसर्गः. वाट् इस् लक्ष्मीः एण्ड् लक्ष्म्याः? लक्ष्मीस्, देट् बिकम्स् लक्ष्मीस्. उत्तमम् उत्तमम्. या, अग्रे पठतु. भगिनी, सिस्टर्. भगिन्याः, सिस्टर्स्. Vellani, rolling pin. Vellanyaha. Uttamam. Pushpadhani, pushpadhanyaha. Kartari, kartaryaha. What is the meaning of kartaryaha? Scissors, with a positive. बाष्पस्थाली. बाष्पस्थाल्याः. विद्यार्थिनी. विद्यार्थिन्याः. विद्यार्थिन्याः. विद्यार्थिन्याः. दर्वी दर्व्याः करेक्ट् यस् द्रोणी द्रोण्याः उत्तमं धन्यवादः यशस्वी चषकाधानी चषकाधान्या धन्यवादः घटी घट्याः जङ्गमदूरवाणी जङ्गमदूरवाण्याः समार्जनी सम्मार्जनी सम्मार्जन्याः कूपी कूप्याः the koopy cool remains the long only or it becomes yes, short yes. no it doesn't become short it doesn't become short that short thing happens only when you are doing sambodhanam that also for the last part koopyaha anguli anguliyaha gayatri gayatrayaha lakshmi lakshmihi lakshmiyaha agree karu विजी लेखनी विज्याः लेखनी लेखनी मशी लेखन्याः मशी मश्याः कूपी कूप्याः कूप्याः वर्णः बाष्पस बाष्पस्थालीयाः बाष्पः पार्वत्याः निवासः द्रोण्याः जलम् द्रोण्याः जलं धन्यवादः भगिनि विजयकुमार् महोदय आर् विजयकुमार् महोदय नमस्ते भवति नाम भवत्याः नाम अङ्कुली अङ्कुलिलयकम् अङ्कुलीयाय अङ्कुलिलयकम् अङ्गुलीयकम् अङ्गुलीयकं गायत्री मन्त्रः गायत्र्याः मन्त्रः काशी महाराजः महाराजः काश्याः महाराजः क्षम्यतां महोदय काश्याः काश्याः ओ काश्याः अस्तु अस्तु काश्याः महाराजः पुत्री पुत्री पुत्र्याः पुत्री कावेरी तीरः कावेर्याः तीरः नदी प्रवाह नद्याः प्रवाह नद्याः प्रवाह नद्याः प्रवाह उत्तमम् अग्रिमं करोतु कुन्ती पिताः पाण्डुराः पतिः पिता न पतिः पतिः ओ पति सोरि कुन्ती पति पाण्डुराजः देवकी नैव नैव नैव पोसेसिव् चेञ्ज् द विभक्ति नो कुन्ती पति पाण्डुराजः इस् द क्वश्चन् सो नौ यु हेव् टु आन्सर् इट् पाण्डुराज पत्नी कुन्ती नैव नैव महोदय महोदय कुन्ती न कुन्ती इस् द फस्ट् विभक्ति नौ यु हेव् टु टेल् कुन्ती इस् हस्बेण्ड् इस् पाण्डुराज कुन्ती कुन्त्याय पति पाण्डुराजः कुन्त्याः पतिः पाण्डुराजः कुन्त्यायः पति पाण्डुराजः देवकी पति वासुदेवः देविकाय पति देवक्याः देवक्याः पति वासुदेवः पतिः वासुदेवः पतिः वासुदेवः पार्वती पति शिवः पार्वती पार्वत्याः पार्वत्याः The E goes away and the halant comes over here. You have to understand that, otherwise otherwise it will be difficult to do the new ones. So the E is separated from Nadi. Now for example, here it is Nadi. The E is separated, Nad remains, and then Yaha is added. So it becomes Nadyaha. So like that, like that only. So Devaki, it becomes Devak. E Yaha. The E goes away, Devakyaha. E is removed. E is removed. But the halant over there remains. So Devakyaha, Parvatyaha. देवत्याः पतिः वासुदेवः पार्वत्याः पतिः शिवः दमयत्याः पतिः नलः देर् इस् अ हाफ् नो रैट् सो यु हव् टु रीड् दट् दमयन्त्याः दमयन्त्याः पतिः नलः नैव पति सम्यक् अस्ति कन्निकाया पति कोवलं तथा नैव कण्णग्याः कण्णगी बिकम्स् कण्णग् देन् कण्णग्याः कण्णग्याः पतिः कोवलं कोवलः कोवलः कोवलः अस्तु धन्यवादः महोदय कविता भगिनी भगिनी रिवर्स् करोतु कोवलः कन्नगी कोवलस्य पत्नी कोवलस्य पत्नी कन्नगी उत्तमं नलः दमयन्ती नलस्य पत्नी दमयन्ती शिवः शिवः पति शिवस्य पत्नी पार्वती वासुदेवस्य वसुदेवस्य वसुदेवस्य वसुदेवस्य पत्नी देवकी पाण्डुराजः पाण्डुराजस्य पत्नी कुन्ती यु हाव् टु टेल् वसुदेव ओन्लि बिकास् वासुदेव बिकम्स् कृष्ण सो इट् विल् बि चेञ्जिङ्ग् द रिलेशन्शिप् अस्तु पठतु कविता भगिनी का कस्य कस्याः कस्याः का कस्याः कस्य हू हूस् सा कस्याः शी हर्स् नदी अस्ति वा नद्याः हा आं नदी अस्ति नद्याः नाम किं नद्याः नाम कावेरी सा कावेरी तस्याः उपरि किम् अस्ति तस्याः उपरि आकाशः उपरि उपरि फस्ट् बिटेल् वाट् इस् द मीनिङ्ग् आफ् नद्याः नाम कावेरी नद्याः नाम कावेरी न श्रूयते भगिनि हरि ओम् एबल् टु हियर् हर् हरि ओम् नो नो नो नो नो ऐ थिङ्क् दे हेव् गाट् डिस्कनेक्ट् दे हेव् गाट् डिस्कनेक्ट् चिन्ता नास्ति राजु महोदय आं भगिनि पठतु महोदय किन्तु यत्नस्त्वया किन्तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे राक्षसस्य च रौद्रस्य रावणस्य दुरात्मना वाल्मीकि रामायणं The meaning also you can read. Yatnas. Let me read it one more time, please. Yes, please. Kintu yatnas tvaya kintu yatnas tvaya karyo maithilyaha parimargane rakshasasya charudrasya ravanasya duratmanaha. Indeed, effort must be done by you in tracing of the Maithili and of the evil-minded, fierce demon Ravana. Yeah, and I, if I'm not mistaken, this Lakshmana has told Rama when he was absolutely distraught when he came to know that Sita had been kidnapped. Astu Mahodaya, atra Maithilyaha iti shabdasya vibhakti ka? Shashti vibhakti. Shashti vibhakti. Apicha? राक्षसः पुल्लिङ्ग प्रथमपुरुषः रौद्रस्य रौद्रः रावणः रावणस्य अग्रे पठतु महोदय. भवान् भवतः भवती भवत्याः अहं मम भवतः नाम किं भवत्याः नाम किं मम नाम श्रीनिकेतः. उत्तम, अग्रे पठतु महोदय. लता लतायाः, नदी नद्याः, कृषिका कृषिकाः, कृषिक्या कृषिक्याः. नैव नैव कृषिक्याः नैव. वेन् इट् इस् आकारान्त लतादिकं लतायाः फुल्लि इट्स् देर्. वेन् इट् इस् नदी देन् द ई गोस् अवे. दट्स् आल्. ओके. कृषिकायाः याः सैनिकी सैनिक्याः. उत्तमम्. आरक्षिकायाः वैद्याः वैद्यायाः चित्रकार्याः भावायाः चर्मकार्याः. उत्तमं, धन्यवादः. सीमा भगिनी, कर्मकारी कर्मकार्याः, नर्तकी नर्तक्याः, लिपिकारी लिपिकार्याः, नटी नट्याः, घीवरी घीवर्याः, सुवर्णकारी सुवर्णकार्याः, आपणिका आपणिकायाः, विक्रयिका विक्रयिकायाः, ग्राहिका ग्राहिकायाः. करोतु भगिनि. तन्त्रज्ञा तन्त्रज्ञायाः, गोपालिका गोपालिकायाः, सेविका सेविकायाः, अध्यापिका अध्यापिकायाः, शालिका शालिकायाः, लेखिका लेखिकायाः, प्रबन्धिका प्रबन्धिकायाः, निर्देशिका निर्देशिकायाः. धन्यवादः भगिनि. विजयकुमार् महोदय आगच्छतु. क्षम्यतां क्षम्यतां विशालाक्षी भगिनी, क्षम्यताम्. अर्चिका अर्चिकायाः, व्याधा व्याधायाः, पत्रवितारिका पत्रवितारिकायाः, गायिका गायिकायाः, पुरोहिता पुरोहितायाः, नायिका नायिकायाः, पाचिका पाचिकायाः, छात्रा छात्रायाः छात्रायाः छात्रायाः इति किं, वाट् इस् द मीनिङ्ग् आफ़् स्टूडेण्ट्स् स्टूडेण्ट्स् स्टूडेण्ट्स् वित् एन् अपोस्ट्रोफी. अस्तु, धन्यवादः भगिनि. धन्यवादः धन्यवादः. का अस्ति तत्र यशस्विनी भगिनी, यशस्विनी भगिनी. गीतं वर्णाः. ओके, नौ ऐ डोण्ट् नो द ट्यून् आफ़् दिस् साङ्ग्, सो विल् जस्ट् रीड् इट्. पाटलवर्णं पाटलपुष्पं हरितं हरितं तस्य च पर्णं क्षम्यतां मीनिङ्ग् पाटलपुष्पं इस् लोटस् एण्ड् पाटलवर्णम् इस् पिङ्क् वट् इस् हरितं देन् हरितं ग्रीन् हा सो द लीफ् इस् ग्रीन् अग्रे नीलं नीलं खलु आकाशं तत् स्काय् इस् ब्लू रक्तं रक्तं अग्रे अग्रे अग्रे अग्रे वाक्यमस्ति ओ सोरि धूसरवर्णं धू अस्ति धू अस्ति धूसरवर्णं वन् मिनिट् इट् इस् गोन् धूसरवर्णं अभ्रं च अभ्रम् इस् क्लौड् एण्ड् धूसरवर्णम् इस् ग्रे ओके ग्रे क्लौड् and that is the sky what means parnam parnam parnam is leaf okay thank you okay raktam raktam chasti taadimam there it is a typo kshamyatam there it is a typo it is not taadimam it is daadimam daadimam daadimam is pomegranate acha raktam raktam chasti daadidam daadimam पीतं पीतम् आम्रफलं देट् मीन्स् द मेङ्गो इस् येलो एण्ड् द सीड्स् आफ् द पोमोग्रानेट् आर् रेड् नाट् ओन्लि द सीड्स् इवन् द पोमोग्रानेट् इस् रेड् पोमोग्रानेट् इस् रेड् सोरि अदर्वैस् दे वुड् हव् बीन् ताडिमस्य बीजं रक्तम् अस्ति नारङ्गफलं केसरवर्णं नीललोहितं जम्बूफलं नारङ्गफलम् इस् येल्लो केसरवर्णम् इस् ओरेञ्ज् इस् ओरेञ्ज् एण्ड् जाम्बून् जाम्बून् इस् ब्लू यु केन् से पर्पल् पर्पल् नीललोहितं टुगेदर् श्वेतं श्वेतं बकद्वयं रे कृष्णं कृष्णं काकद्वयं कृष्णं कृष्णं काकद्वयम् इस् इट् इस् डार्क् ब्लाक् द क्रो ब्लाक् क्रो इट् इस् एण्ड् द क्रो श्वेतं वदन्तु कपिशम वदन्तु कपिशं किं सत्वरं कपिशं कपिशं चाकलेहम् Yeah, chakaleham is chocolate. So you can guess what is kapisham? Kapisham, kapisham is... Brown. So chocolate, chakaleham is chocolate. And over there, sattvaram is quickly. Tell quickly, vadantu kapisham kim sattvaram? Kapisham, kapisham, chakaleham. Astu, dhanyavadaha bhagini. Vijay Kumar Mahoday, Vijay Kumar Mahoday, punar ekvaram pathatu, itat. Namaste bhagini. पठतु गीतवर्णाः पाटलवर्णं वर्णाः पाटलवर्णः तत्र पाटलवर्णः नैव महोदय तत्र पाटलवर्णम् अस्ति विसर्गः नास्ति द विसर्गः इस् दोलिन् सोरि कोलिन् देट् इस् द विसर्गः So you have to say Patala Varnam, over there it is an Anuswara. When there is a dot above, it is pronounced as Asti. Patala Varnam, Patala Pushpam, Haritam Haritam, Tasyacha Parnam, Neelam Neelam, Khalu Akasham, Dusaka Varnam, Dusara Varnam, Dusara Varnam, Abram Chai. रक्तं चास्ति दाडिमं पीतं पीतम् आम्रफलं नारङ्गफलं केसरवर्णं केसरवर्णं नीललोहितं जम्बुफलं श्वेतं श्वेतं बकद्वयं रे कृष्णं कृष्णं काकद्वयं काकद्वयं वदन्तु कपिशं किं सत्वरं कपिशं कपिशं चाकलेहं. धन्यवादः महोदय, उत्तमम्. अस्तु, इदानीं किं कुर्मः इत्युक्ते गृहकार्यं केनापि कृतं किम् ओके, सो वाट् वील् डू इस् लास्ट् टैम् वि हेड् नाट् डन् द गृहकार्यं, सो दिस् टैम् ऐ वोण्ट् टु कान्सन्ट्रेट् आन् द गृहकार्यं. सो वि केन् स्टार्ट् वित् कविता भगिनी. आं भगिनि, पठतु. कृष्णस् फादर् इस् वासुदेव. कृष्णस्य पिता वासुदेवः. उत्तमम्. हिस् मदर् इस् देवकी. तस्य मातृः देवकी. मातृनि माता माता तस्य माता देव माता हि अर् माता माता जस्ट् माता. So, I think you have seen the Pratipadikam. The Pratipadikam for Mata and Pita is Matra and Pitra. But the Prathama Vibhakti becomes Mata. Tasya Mata Devakihi. Balarama is Krishna's brother. Krishnasya Bhrataha Balaramaha. Bhrata, Tavadeva. Bhrata Balaramaha. Subhadra is his sister. Subhadraha तस्य भगिनी अस्ति. अस्ति इस् अण्डर्स्टुड् तत्स. सुभद्राः नास्ति, सुभद्रा तावदेव. सुभद्रा तस्य भगिनी तावदेव. अस्ति इस् अण्डर्स्टुड्. इफ् यु पुट् अस्ति इट् इस् नाट् राङ्ग्. वन् मिनिट् इन् देट् कृष्णास् फादर् इस् वासुदेव. इट् शुड् बि वसुदेवः. वसुदेवः इट् शुड् बि वसुदेवः, नाट् वासुदेव. नाट् वासुदेव, बिकास् वासुदेव इस् कृष्ण ओन्ली. क्षम्यतां. धन्यवादः भगिनी, धन्यवादः. ऐ वास् कान्सन्ट्रेटिङ्ग् आन् द विभक्ति. क्षम्यतां. नो नो, ऐ जस्ट् कन्फर्म. गुड्, वदतु भगिनि अग्रे. शारदास् बुक् इस् हेर्. शारदायाः पुस्तकः अत्र अस्ति. शारदायाः, शारदा कम्प्लीट् नाट् शारदया, शारदायाः. अस्तु, धन्यवादः भगिनी. अग्रे विजयकुमार् महोदय, कृतं किं गृहकार्यं वदतु. मनोहर् हौस् इस् हियर्. मनोहरस्य गृहं तत्र अस्ति. Is here or there is the question? Okay, I think I'll... There. Patatu? There. So? Rama... So? No, Tatra becomes... there is Tatra. Atra is here, okay? Rama's wife is Sita. Rama'sya patni Sita'ha. सीता तावदेव. तत्र विसर्गः नास्ति. विसर्गः इस् यूजुलि देर् ओन्ली फोर् बट् इट् इस् देर् इन् सम् केसेस्. फार् एक्साम्पल् लक्ष्मीः. इट्स् नाट् लक्ष्मी, इट्स् लक्ष्मीः. सीता हस्बेण्ड् इस् रामा. सीताया स्वामी सीतायाः तत्र अस्ति महोदय. विभक्ति विभक्तेः अनन्तरम् अस्ति तत्र. सो सीतायाः सीतायाः स्वामी रामः. स्वामी उक्तवान्. उत्तमं. स्वामी अन्यथा पतिः अपि वक्तुं शक्नुमः. स्वामी कृतवान्. अस्तु. रावणस्य पुरुषस्य क्षम्यतां क्षम्यतां पुरुषस्य अहं नास्ति किल पुरुषस्य अहं नास्ति किल इट् मीन्स् ऐ होप् इट् इस् नाट् मेल् ईगो ओके फर्गेट् अबौट् दट् अस्तु पठतु Ravana sees Rama's army. Rama's army. Ravana Ramasya Sena Pashyati. So over there, if you want to say Sena, you can say Sena, or you can tell Sainya also. If you tell Sena, you have to tell Senam. Why you have to tell Senam? Because Sena is Akaranta, Strilinga Shabdaha, and the Dvitiya here, he sees what? He sees the Sena. So Sena becomes the object. And the object is always in the Dvitiya Vibhakti. Okay. Dvitiya Vibhakti. Tatra Sthapaniya. She is Rama's sister. Sir Ramasya Bhagini. Sa Ramasya Bhagini. That is Krishna's house. Eshah Krishnasya Graham Asti. Arthu, Graham is which lingam? Graham is Napumsak lingam. Napumsak lingam. So if you use Graham, then you can't say Eshah Graham, right? Because Graham is Napumsak lingam, so the pronoun also has to be Napumsak lingam. It will be Tat Graham. Tat. Or Etat or Tat. Either of the two. Okay? It will be good if you all send it in writing also, because if there are spelling mistakes, I can correct them. Astu. Agree. Dhanyavadaha Mahode. Raju Mahode. Vakyani Rachitavan Kim. Raju Mahode. Namaskar Ma. I actually did not do too many, but I do have a question on the last one that we did. You said Sena was Tritiya Vibhakti? No. Sena Dvitiya. You see, he said that Ravana saw Rama's army. Okay? So, yes. Ravana, Ramasya. Now, if he says Sena, then it becomes wrong. Because Sena is Prathama Vibhakti is the doer. Over here, we are saying that he sees what? Ravana Pashyati. Kim Pashyati? Athava Kam Pashyati? Because we know the answer over here. Senam Pashyati. If you say Ravana, if you say Ravana, for example, I just put it over here so that you can grasp it. Yes, I understand. I hope everybody else also has understood. Yeah, second one is correct. Why? Because it is Senam. Otherwise, Sena Pashyati means Sena is seeing. Yes. Has everybody else understood the question and the answer both? Yeah. Astu. Vishalakshi Bhagini? I have one more quick question. Yeah. The Anuswar and Ma with Halant, are they exactly equivalent? Ma with Halant, you mean to say like this? I didn't understand, because Halant is different from Anuswara. Senam. Anuswara. Over here, there is no Halant over here in this word. Okay, I'll change. Can you rewrite that? Supposing I make it like that. Senam. One minute. Okay. So this actually the senam kovaiha, the dot over the anuswara is equal to the makaranta halant. But can I rewrite as senam? As like this. Right. You can write it, but it is not correct. It's wrong because this ma, usually you write it as ma, the anuswara as makara, when there is a swara next to it. So if I say sena, sena apashyat, supposing I put apashyat over here. Mm-hmm. Then I'll put the makara as makara. If it is any non-swara vet, that is any vyanjanani, then I will put it as a dot. Because that is the sandhi rule. One more, I have one question here. But suppose I write Ramasya Pashyati Senam, then I'll have to write it as that Mavita Alantra. Yes. Why? Because at the end of the sentence, the anuswara is always written as a makara with halant. Halant. Okay. Correct. Good question. Dhanyavada. Good question. Can you correct this question? That is Krishna's house. So, you tell me the answer. You tell me what it is. Etat Krishnasya Graham. That is far away usually. So this is etat and that will be tat. Then it is correct. Then it is correct. Astu. Tari agre. Agre. Seema Bhagini. Seema Bhagini, bhavati preshitavati tat adav ganasya tattu aham kritavati, parantu the next one that you sent, agrimam. Yeah, I will read that. Yeah. Okay, so what I wrote is spoons handy. Just one second, Bhagini. I'll keep the sentences in front of me also. Because they are a bit long, no? This spoon's handle is long. Tat chamasasya jnapakam dirgha asti. Okay. To be very honest, I don't know what the word for handle is. I'll have to check. I cannot remember handle. But you have seen it in the dictionary, is it? Yeah. Okay. Assuming that is correct. The second one. No. We'll do this one only. This spoon's handle is long. Okay. So assuming that handle is handle only. Mm-hmm. Now this spoon over here, as I said, the adjective and the noun should follow the vibhakti number, etc. The same. So chamasasya is correct. 60 vibhakti. But you'll have to say etasya chamasasya. Etasya chamasasya, what is that? Jhapakam. Jnapakam. Jnapakam is napumsakalingam, I'm assuming. If it is napumsakalingam, then dirgham becomes an adjective to jnapakam. So, jnapakam dirgham asti. Dirgham, okay. Dirgham asti, and there dirgham will it be the makara with the halant, or will it be anuswara with the dot up? You tell me. Ma with halant, because it is asti. Okay. Asti. The next one is this pot's water is hot. Etat patrasya jalam ushnaha asti. Now you just correct this. Say that again. Yeah, please rectify this now. I told you that this spoon should become etasya chamasasya. So this pot will become etasya patrasya jalam. Again, ushnam is the adjective to jalam. So So you'll have to say Ushnam Asti. Ushnam Vidamakara. Asti Uttama. Agre. Is this water black? Hmm. Etat Kupi Krushna, Krushna Vargahava. Tatra now, this, is this bottle, now here actually you wanted to use, is this bottle's color black, correct? That is what you wanted to actually say. So now, Kupi, we have understood what is the sixth vibhakti of Kupi, what is the way sixth vibhakti of Kupi? Yeah. What is it? Kupi, Kupi, Kupyaha. No. That is the Prathama Vibhakti. I am talking about the sixth Vibhakti. Shashti Vibhakti. We did just now Nadi, Nadyaha. Kupi. Kupyaha. Kupyaha. So bottles. Kupyaha, Varnaha. Varnaha, because Varnaha is Pumlinge. Varnaha. What you have written? Krishnaha Astiva. Kupyah Varnah Krishnah Asti Va. Then it becomes, is the bottle's color black? Yeah. And if you want to say etat, if you want to say is this bottle, then it will become etasyaha, because we have done that. If it is female, then it becomes etasyaha. Kupi is feminine. Water in the glass is cold. Chasakasya jalam shitam asti. Shitam or shaityam? Okay. Shaityam asti. Shaityam. Shita is not a correct word, okay? It's not to be used. All words, let me tell you, when you say shita, then it becomes a pratipadikam. It becomes the root of the noun, of the namapada. So shita, always your Prathama Vibhakti, Pumlinga, Pumlingaha or Strilingaha or Napumsakalingam. It will always have that either a Visargaha or an E with a Visargaha or A, and it will have Napumsakalingam will have Pustakam, Jalam, yeah. Dirgham. Okay? I am carrying the bucket. Okay, now over here, carrying, don't say carrying, because carrying becomes continuous tense, and for that the conjugation is different. So you say, I carry the bucket. Okay, now in this case, you tell me, aham droni vahami. Aham is the doer or the object? Yes. No, is it the doer or the object? It's a question. A doer. Okay. So it is in Prathama Vibhakti, Ekavachanam, so no problem. Doer, aham. Vahami. Who carries? I carry. Now, aham droni vahami. Is that correct? Because droni is which Vibhakti? Droni is the doer or the object? You know, I am having trouble with Nadi and Vari. No, Bhagini, we need to complete this sentence first. Now, droni. Over here, aham droni vahami. Supposing I write aham droni vahami over here, then which is the doer? The doer is always in the Prathama Vibhakti, right? Right. It's important to understand this, because otherwise you will not enjoy writing sentences. No, I'm okay? Droni hi vahami. Droni hi is also not correct. Why? Because which is the vibhakti you should use here? Is it the object or the subject, droni? Droni is a subject. No, it is the object. Why? Because aham is the subject. Aham vahami. So aham dronim vahami. Why? Because droni, if you look at the grammar, this document which I have sent, in that, you will see that droni is dronim. It is actually the second vibhakti is dronim. So nadi becomes nadim. So droni becomes dronim. I don't know if I put an ikaranta over here. I'm not sure. it's very important to understand this part because over here. So Droni becomes Droni, the Dvitiya Vibhakti, because it is the object. Yes. Okay, Bhagini? So, Aham Dronim Vahami, Agre. Okay. Now tell me the problem you're having with Vari and... When you brought it up, I see it. I hadn't seen those pages. I will print them out. Okay. And you will send it separately? Further this thing. Okay. You're talking about this document which I opened now. Correct. Okay. So, if you look at that document, I can send it again, no problem. It is there in the, this. Okay, agree. Okay. So, the next one is match boxes, matches are red. What I wrote is Agni Petikasya Agni Shalakam Raktavarnasti. Okay, over here now, Agni Petika is the word. So, match boxes with an apostrophe will become Agni Petika will Shashti Vibhakti ka. Agni Petika yaha, Agni Shalakaha, Rakta Varnaha, Asti. Now, Asti is for which number? Asti you use for singular, but you have written in plural. So, it will become Santi. रक्तवर्णाः सन्ति अग्निशलाकाः रक्तवर्णाः सन्ति टू बॉयज आर कैरिंग अ बकेट सेम थिंग टू बॉयज कैरी अ बकेट यू राइट ओके बालव द्रोण द्रोणीं वहत अस्ति Now, vahatah, asti is not correct. Why? Because astihi, staha, santi. Because our dvivachnam you are using, right? Dual. So, asti, staha, santi. So, here you will say, bala, dronim, vahatah, staha. If you want to use. Otherwise, vahatah, enough. Okay? My plate is empty. Mama sthalika rikta asti. Now here you cannot tell mama sthalika is correct, but riktaha you cannot tell. Why? Because riktaha over here is an adjective to the sthalika, right? You are telling how it is. So it should be rikta because it follows. We have not done adjectives, but you are using them and if you understand it, then that is good. Sthalika rikta, that's all. Sthalika rikta. Uttama. Dhanyavada. Agre. अग्रे विशालाक्षी भगिनी गृहकार्यं कृतवती किम् ओके ऐ एम जस्ट आस्किंग बिकॉज़ हां आई एम नॉट आस्किंग आई हैव नॉट डन आई एम प्लीज डोंट मिसअंडरस्टैंड तत्र एजुकेशन नास्ति आई कैन अंडरस्टैंड बट इट इज नॉट अ पनिशमेंट और समथिंग लाइक दैट आई एम जस्ट आस्किंग बिकॉज़ समटाइम्स पीपल हेजिटेट टू से दैट यू नो आई हैव आल्सो डन माय होमवर्क लेट अस डिस्कस द सेंटेंस दैट्स ऑल नथिंग ऑफ दैट सर आई अंडरस्टैंड अस्तु यशस्विनी भगिनी या आई हैव डन Navratri is wishes to you all. So now that Navratri, no, I have used the Bahuvachan of Shashti only. I have used Navratri Nama. Navratri Nama. Shubhecha. Shubhecha. Yuyam. Is it correct? No, you cannot say that because in this context we use fourth Vibhakti. And Uyam is first Vibhakti. Uyam is you all. Yeah. It is pronoun, but Uyam is the first Vibhakti. You all. You all. It becomes a dua over there. So over here you have to use the fourth Vibhakti, which we have not done. Sarvepya. Oh. So Navratri. Navratriyaha. That is correct. Navratriyaha. Shubhashayaha. I can use the Bahuvachan also. Navratri. You can use. Navratri Naam also you can use. The first one will be what? Navratri? So you'll have to use Navratri Naam. Naam you have to use because Natvam happens over there because of the Ra. So as far as possible, because in the next one we'll be doing the plural also. Achha. This was as so a repetition what for. Will be the first Ekvachanam? Navratriyaha. Because Navratri becomes Navratriyaha. Okay. Shubhecha. Then? And in any case, Bhagini, you cannot, I mean, plural is there, not that it is not there in Sanskritam, because here we are talking only about one Navratri. Navratri, so, one festival, but 9 days, no, that's why I use that. That's why I wanted to ask you. So, Navratri Dinanam, that is. Okay. Okay. Agree. Then, the students clean the school with a with broom. Chhatraha Vidyalayam Samarjanyaha. Now we have Vidyalayam. Samarjanyaha Suchit. What is Suchit? No, Bhagini. Over here, what is Suchit? Clean. Clean Paribhasha. Clean, I saw the listening and used. There is one more word for that. Paribhasha. Shuchi. I checked that. No. Shuchi over here, then it becomes an adjective, Bhagini. So, Shauchanam you can say. Clean I used as a verb. So, I used. Then you write it and send it. No, write it and send it, Bhagini, because suchit is not a, I mean, it's not a verb at all. To clean. No, but you have to use it in the correct form, right? You have to use it whether it is Madhyama Purusha, Pratama Purusha or what. Yeah, because so, I've used Chhatraha, I've used Suchita, that is the Bahuvachan. Bhagini, that is not correct. Bhagini, please write it and send it to me. It is not correct. One. Two is Chhatraha. Now, Vidyalayam is second vibhakti. So, you have to say Vidyalayasya Shauchanam. Now, if you are telling Kurvanti or they do. Kurvanti, you have not learned a special form. Kurvanti. Okay, they do. Okay. Shauchanam. Kurvanti. Vidyalayasya, you have to tell. Why? Because Vidyalayam, over there, you have to use the Shashti Vibhakti, which is Vidyalayasya. Vidyalayaha. Agree. Achha. Then, teachers teach with rulers. Shikshikaha, Mapikabhihi. Mapikabhihi, uttamam. Paribhashanti. Okay, so they teach with rulers. Perfect. Uttamam. Perfect, no? So, okay. Mapika, for the benefit of everybody else, Mapikabhihi is which vibhakti, Bhagini? Bahuvachan. Which vibhakti is the tritiya? Because it is instrumental. Bahuvachan, yeah. Bahuvachan of the tritiya vibhakti. Then, I open the door with a key. Aham dwaram. Kunchikaya vikashami. Kunchikaya. Kunchikaya, why? What is the which? One minute. That is only. Tritiya. What is the tritiya vibhakti of kunchika? What is the tritiya vibhakti of kunchika? Kunchikaya it should be. Kunchikaya. Udghatanam karo. Okay. Kunchikaya vikashami. Because it vikashami. Is vikashami. Okay. Correct? Correct. Okay. Sita sees Rama with a bicycle. Now 1 minute. Sita sees Rama with a bicycle. With a bicycle, you can't say on a bicycle or... With a bicycle. Suppose I'm going on the road with a bicycle. Mm-hmm. I can just see that. I not necessarily that I ride. Okay. Just for okay. So I wanted saying that to use Sita is in Rama and there is a bicycle next to him. Okay. Yeah. So I wanted to use the bicycle, that word. Okay. Sita Ramam, because Rama will become object, no? Yo? Yeah. Dvi chakri kaya, kaya ya. That only. Over here, Bhagini, you cannot use that. You cannot use it that way. First, you can say, Ramena saha dvichakrika asti. That means that the dvichakrika is with Rama. And Sita tam pashyati, she sees him. Suppose it is with the bicycle. What is the word which we will use? Sita. Only tell me that dvichakrikaya, kayaya. Dvichakrika is correct. Dvichakrikaya is correct. Dvichakrika. But no? Here, with the bicycle, but Bhagini, over here, what you have to understand is now, with the bicycle, you have to use saha. Okay? So, dvichakrikaya saha ramam pashyati. That way you can tell. Because if you tell only dvichakrikaya, then it becomes as though you are using it as an instrument. Now, you said mapikaya. Mapikaya means that she has the ruler in her hand and she's using it like that. Achha. Do you understand? But when you're saying that you are next to something, near something, then you cannot say, you understand the difference. Okay, okay. If I say Mapikaya saha darshana asti, it means that darshana is with, next to her is the ruler. But if I say Mapikaya bhashayati, okay. Do you understand the difference? So over here you can say, but though this sentence, I mean, we don't want to argue about that, the validity of the sentence. Grammatically, you can say, Sita Ramam Dvichakrikaya Saha Pashyati. That you can say. With the bike. Okay. Did you get it? Yeah. Agree? Sita eats with the spoon. Sita chamasena khadati. Uttama. Sita chamasena khadati. That's it. I have done some English sentences, but I forgot to translate it. I thought I have done it. I'll write it. I would prefer, your discussion helps everybody and that is a good thing. But even writing, because if there are spelling mistakes, I will not be able to correct. Okay, I'll send it. Okay. So actually, for today, there was a little more sambhashanam that was required to be done. But never mind, we'll do that next time because samayaha tu atitaha. Astu. Namaste, Bhagini. Vadatu, Mahoday. Can you send that document to us? The grammar lesson one? I'll send it. There are apps also, but I want to monitor how much we are doing, in the sense that which are the words we have done. That is why I have put it over there. No problem. Mahoday, Bhavan eva Shanti Mantram Vadatu, Vijay Mahoday. Asti kila. Okay, just a minute. Before we start, the document that we do, the Kakshya document that we do, I'm planning to send that as homework because it is very, very self-explanatory. If you look at the pictures, and we will do more exercises that way. My plan is that we should do more exercises like how we did sentences, etc. And start doing the new ones, because this is quite time consuming, but here you all can make out Chitram Varnayato, you can make out when you see the picture itself. Is that okay with everybody? That you do this as a homework, and if you have any difficulties, you can ask me, and then we will do some more vibhaktis and some more sentences. No problem with me. Yeah, Seema Pale has also told you. Yeah, I think that way it will become a little more interactive. Otherwise it becomes really. Astu. Dhanyavadaha. Vijay Kumar Mahoday, Vadatu, Shanti Mantra, Ekalisham. Udhatayami. Patatha. Om Sarve Bhavantu Sukhinah, Sarve Santu निरात्मयः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग भवेत्। ॐ शान्ति शान्ति शान्तिः। तत्र सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् भाग् भवेत्। अस्तु अस्तु अस्तु, सर्वेषां कृते अनेके धन्यवादाः। अग्रिमे सप्ताहे मेलिष्यामः। धन्यवादः, पुनर्मिलामः। धन्यवादः, थैंक यू, धन्यवादः।